mày chăng, ô hơi mày chăng, ô hơi mày chăng, ô hơi mày chăng, ô rơ rơi đâu na, ô hơi mày chăng, ô hơi mày chăng, ô rơ rơi đâu na, ta mang xe lô gai đâu na, bi ra chi lại đâu na, ô ta mang xe lô gai đâu na, bi ra chi lại đâu na, đâm vô cô ta lấy ma, chắc đâm đâm mày chăng, cầm mờ bách đâu na. Ôi mày chẳng có rõ rãi đâu na, ta mang xe lô gai đâu na, bi ra chi lại đâu na, ô ta mang xe lô gai đâu na, bi ra chi lại đâu na. के भयो यो मनमा देखिने बितिकै है के भयो यो मनमा देखिने बितिकै ओ होइ मै चंग परो राई देउ न ओ होइ मै चंग परो राई देउ न तमंग से लुकाई देउ न पीरति लाई देउ न ओ तमंग से लुकाई देउ न पीरति लाई देउ न से जो बना सानो यो जलाई दी हाला ओहे मैं चंग परो राई देउना ओहे मैं चंग परो राई देउना तमंग से लोगाई देउना पीरती लाई देउना ओ तमंग से लोगाई देउना पीरती लाई देउना